ॐ गणाना अन्त्वा गणपति गुम्भवामहे कविं कवीनामुपमस्त्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्वतानसृण्वन्नोतिभिः सेदसादनम् ॐ महागणाधिपतये नमः अस्य रुद्राध्यायस्य प्रस्य महामन्त्रस्य अघोर ऋषिः अनुष्टुप् छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्ब सदाशिवप्रीत्यर्थे जपे विनियोगः ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ॐ दशपूर्णमासात्मने तर्जनेभ्यां नमः ॐ चातुर्मास्यात्मने मध्यमाभ्यां नमः ॐ निरूढवसुबन्धात्मने अनामिकाभ्यां नमः ॐ ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ॐ सर्वकृत्वात्मने करतलकरपृष्ठाभ्यां नमः ॐ अग्निहोत्रात्मने हृदयाय नमः ॐ दर्शपूर्णमासात्मने शिरसे स्वाहा ॐ चातुर्मास्यात्मने शिखायै वशतो ॐ निरूढवसुबन्धात्मने कवचाय हुम् ॐ ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट ॐ सर्वकृत्वात्मने अस्त्राय फट ॐ ऊर्ध्वः सौरोमिति दिग्बन्धः ध्यानम् आपातालनभस्तलान्तभुवनब्रह्माण्डमा विस्फुरत ज्योतिस्वाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतेः हस्तोकाप्लुतमेकमेशमनिशम् रुद्रानुवाकाञ्जपे जाये दीप्सितसिद्धये ध्रुवपदम् विप्रोऽभिषिञ्चेच्छिवम् ब्रह्माण्डव्याप्तदेहाभसितहिमरुचाभासमाना भुजङ्गैः कण्ठे कालाकपर्दाकलितशिशिकलाश्चण्डकोदण्डहस्ताः रक्षारुद्राक्षमालासु ललितपपुषास्याम्भवा मूर्तिभेदा रुद्राश्रीरुद्रसूक्तप्रकटितविभवान् प्रयच्छन्तु सौख्यम् सञ्च मे मयश्च मे प्रियञ्च मे नु कामश्च मे कामश्च मे सोमनसश्च मे भद्रञ्च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणञ्च मे यन्ता च मे धर्ता च मे क्षेमश्च मे कृतिश्च मे विश्वञ्च मे महच्च मे संविच्च मे ज्ञात्रञ्च मे सूश्च मे प्रसूश्च मे सेदञ्च मे लयश्च मरतञ्च मे घृतञ्च मे यक्ष्मञ्च मे रामयश्च मे देवातुश्च मे दीर्घायुत्वञ्च मे न मित्रञ्च मे भयञ्च मे सुगञ्च मे शयनञ्च मे शोषा च मे सुदिनञ्च मे ॐ शान्तिः शान्तिः शान्तिः।